पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 69 व्यास उवाच तारेयो बलसम्पन्नशक्रतुल्यपराक्रमः जघान विशिखैस्कन्दं पितृखादिनमाहवे तदस्कन्दो महाबाहुर्हरितुल्यपराक्रमः विचकर्तशरांस्तांस्तान्निर्बिभेद शरोत्तमैः स दैत्यसहसस्कन्दं चादयामासमर्गणैः असम्भ्रान्तः प्रचिच्छेद विशाखो विशिखैस्तदा तारेयोऽग्निशरैस्कन्दं जघानरणमूर्धनि विशिखं भिदुरप्रख्यं चखानहरनन्दने वैश्वानरेण सेनानीस्तत्र सम्पर्यवारयद रौद्रमस्त्रं पुनर्दैत्यः प्रेषयामास तं प्रति तन्निरस्तं कृतं तेन बाणेनास्फालितेन च अघोरं प्राक्षिपद्दैत्यो घोररूपं सुदारुणं भूधरा विटपा सिंहास्तथा सर्पादयः शराः धावन्ति पार्वतीपुत्रं कोटिकोटिसहस्रशः चित्वा तांस्तु शरान् स्कन्दो बिभेद दैत्यपुङ्गवम् आपादं शीर्षपर्यन्तं शरैरग्न्यर्कसन्निभैः स्वर्णपुङ्काशरालग्ना देहे दैत्यपतेर्भृशं रेजुस्ते स्वर्णशकला यथा कृष्ण शिलोच्चये तस्य देहात्तदश्चैव बहुशुश्रावशोनितं यथा च माधवे मासि पुरुपुष्पशमीतरुः स्यन्दनाधश्चराश्वाश्च शिशर्रे भूमिलग्नकाः अथ क्रुद्धो महादैत्यशूलं भीमं च दारुणं धृत्वा तं प्रतिचिक्षेपकालमृत्युसमप्रभं पार्वती नन्दनेनापि शूलं पाशुपतेनः क्षिप्तं तेन कृतं दग्धं मुहूर्तेन रणाजिरे पुनःशक्तिमुमोचादब्रह्मदत्तान्दुदानवः शूलं प्रति जघानाथ शतकूडसमप्रभं ततोऽस्त्रे वज्रसङ्काशे जखडादे वियत्यपि तयोः स वीर्ययोरस्त्रे धरण्यां प्रणिपेतदुः ततो दैत्यपदिस्कन्दं शरैरग्निशिखोपमैः अर्दयामास सहसा खनधारेव पर्वतं तांस्तु चित्वा महाबाहुसेनानीश्चापमस्य वै विचकर्तार्थचन्द्रेण तथा यन्दुशिरो महत् तथाश्वान् बहुभिर्बाणैः पादयामास भूतले गृहीत्वा मुसलं वेगात् सद्दुद्रावस्थले गुहं जखानतेन दैत्येन्द्रशिखिनं शिखिवाहनं ततो मोहं गदो बर्हि प्रचकम्पे मुहुर्मुहुः ततस्कन्दः पुनस्तं च जखानासुरपुङ्गवम् प्रजिच्छेद्दासिनो वेगान्मुसलं चादिदारुणं तारेयशक्तिमादाय जखानक्रौञ्चदारणम् सोऽभिशक्तिं मुमोचाद आमोकां दुष्टखादिनीं ततः संदह्य सा शक्तिर्विश्वप्रलयकारिणी यमदण्डसमानं च भित्त्वा पुनर्गुहं गदा स गदासु पपादोर्व्यां चालयंश्च वसुन्धराम् पुष्पधूपाधिभिस्कन्धः सर्वदेवैः प्रपूजितः इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे तारेयवधो नामैकोनसप्ततितमोऽध्यायः ॐ